अस्तु, तर्हि अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। अत्र वयं परत्वम् अपरत्वम् इति गुणद्वयम् अधीतवन्तः। तत्र तत्रापि कालकृतपरत्वं दिक्कृतपरत्वम् इति, तद्वत् कालकृतपरत्वं दिक्कृतपरत्वम् इति आसीत्। अत्र यः समीपे अस्ति तस्मिन् दिक्कृत अपरत्वं, यः दूरे अस्ति तस्मिन् दिक्कृतपरत्वं, तद्वत् ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतम् अपरत्वम् इति अपि वयं दृष्टवन्तः। अत्र क्रिया कथं तत्र तत्र रामः इति कश्चन अस्ति चेत् सः ज्येष्ठः, लक्ष्मणः कनिष्ठः इति वदामः चेत् रामे कथं क्रिया भवति, येन वयं निर्धारयितुं शक्नुमः यत् रामः ज्येष्ठः, लक्ष्मणः कनिष्ठः इति अपि दृष्टवन्तः। तर्हि अग्रे अस्ति गुरुत्वम् इति गुणः। तर्हि तस्मात् पूर्वं परत्वपरत्वविषये तत्र प्रश्नः नास्ति खलु? किमपि वक्तव्यं चेत्, चिन्तनमस्ति वा, नो चेत् प्रश्नः अस्ति चेत् चर्चां कृत्वा अग्रे गन्तुं शक्नुमः। अस्तु, तर्हि गुरुत्वलक्षणे पतनपदार्थः इत्यस्मात् आरम्भं कुर्मः। नवाधिकशततमे पुटे स्मः इदानीं। तर्हि रामप्रिया भगिनी, भवती आरम्भं कर्तुम् इच्छति वा? आम् आं भगिनि। गुरुत्वलक्षणे पतनपदार्थः क्रमप्राप्तं गुरुत्वं निरूपयति। आद्यपतन असमवायीकारणं गुरुत्वं, पृथ्वीजलवृत्ति इति। इदानीं क्रमः गुणस्य क्रमे अग्रिममस्ति गुरुत्वम् इति। अत्र लक्षणवाक्यमस्ति आद्यपतन असमवायीकारणं गुरुत्वम् इति, पृथ्वीजलवृत्तिः इत्युक्ते गुरुत्वम् इति कारणम् आद्यपतनस्य कारणं गुरुत्वम् इति, असमवायीकारणम् अस्ति इति। पतनं च क्रियाविषये, पृथ्वीजलवृत्तिः इति इत्युक्ते तत्र पृथ्वी जले तस्य आदेयः वृत्तित्वम् अस्ति इति, कुत्र अस्ति इत्युक्ते पृथ्वीजले एव गुरुत्वम् अस्ति इति। पतनं च क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते तद् अपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति, अतः एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपम् उच्यते। अस्य असमवायीकारणं गुरुत्वं। तत्र एतत् उदाहरणं, कन्दुकः कश्चित् स्वीकृतः, उत्क्षिपतः च उपरि गमने आदौ तस्य वेगः अधिकः भवति, शनैः शनैः उपरतवेगः क्वचित् अन्तर्काले निश्चलो भवति, ततः तस्य अधोदेशसंयोगजनिका क्रिया पतनम् आरभ्यते। अत्र दत्तमस्ति यत् पतनम् इति यदा वयं दृष्टवन्तः इदानीमेव गुरुत्वम् इति कारणमस्ति आद्यपतनस्य इति। अत्र पतनं च क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते तदपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति, इत्युक्ते येन देशे द्रव्यं वर्तते इत्युक्ते यदा यदा अत्र एव उदाहरणं दत्तमस्ति, यदा कन्दुकः कश्चित् स्वीकृतः, सः उच्छेपनं करोति कन्दुकस्य, तत्र प्रथमं यद् यदा कन्दुकं गम्यते चेत् तत्र वेगः अधिकः भवति, शनैः शनैः एकक्षणं भगिनि, तत् तत्प्राक् यद्भवती वदति तत् सत्यमेव, परन्तु तत्प्राक् तत्र पतनम् इति किञ्चित् अग्रे भवति खलु, तर्हि तत्र प्रथमे वाक्ये यदस्ति इत्युक्ते वृक्षात् फलं पतति इति स्वीकुर्मः, तर्हि तत्र उपरि गमनस्य विषयः न भवति खलु. तत् उदाहरणं स्वीकृत्य वदतु येन किञ्चित् पतनस्य कृते सौलभ्यं भवति. इत्युक्ते यदा वयं वृक्षात् फलं पतति इत्युक्ते अधोगमनं किल, सत्यं तदेव अस्ति खलु. अत्र द्रव्यं तत्र वाक्यं पुनः एकवारं पठतु, तत्र प्रथमवाक्यं येन यद्देश पतनं च क्रियाविशेषः, येन यद्देशे द्रव्यं वर्तते तद् अपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति. इत्युक्ते यदा फलं वृक्षात् पतति चेत् फलस्य संयोगः अधोदेशात् इत्युक्ते भूम्यां यदा भवति तेन सह यदा भवति तत्र द्वयोः संयोगः द्रव्यस्य संयोगः भवति इति. एकक्षणं तत्र तदपे तत्र येन यद्देशे द्रव्यं वर्तते तदपेक्षया यः अधो देशः इति अस्ति खलु, इत्युक्ते किं यद्देशे द्रव्यं वर्तते तदपेक्षया इत्युक्ते यदा फलम् इति वृक्षे अस्ति तद् अपेक्षया यः अधोदेशः अस्ति इत्युक्ते नूतनदेशः. न न इत्युक्ते तद् इत्युक्ते तद् अपेक्षया इत्युक्ते कस्य अपेक्षया, फलस्य अपेक्षया वा? न वृक्षस्य अपेक्षया. हा इत्युक्ते तत्र पतनम् इत्युक्ते किम् इत्युक्ते क्रियाविशेषः इत्युक्ते एकविधक्रिया इति एव, पतनम् इति एकविधक्रिया. पतनम् इत्युक्ते किम् इत्युक्ते प्रथमं यस्मिन् देशे द्रव्यमस्ति तस्मात् अधोदेशगमनं भवति चेत् तादृशक्रिया एव पतनम् इति. कन्दुकः यदा वयम् इदानीम् उपरि क्षिपामः कन्दुकं, तत्र तादृशं नास्ति खलु, उपरि गच्छति न तु अधोदेशम्. अतः एव अधोदेशसंयोगजनकः व्यापारः पतनम् इति तस्य स्वरूपम् उच्यते. अतः एव यदा भवती उक्तवती इदानीम् अधोदेशसंयोगजनकः इत्युक्ते कारणम् अधोदेशसंयोग कारणं व्यापारः इति, व्यापारः इत्युक्ते माध्यमं किल, कार्यस्य कारणस्य माध्यमं पतनम् इति तस्य स्वरूपम्. न व्यापारः इति इत्युक्ते किं, शुकानुमहोदय किञ्चित् स्मारयति वा? व्यापारः स्मरणे नास्ति भगिनि. तत् तज्जन्यत्वे सति तज्जन्यजनकत्वम्. ओ हो हो, तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारः. हा इति तत्र मध्ये यदस्ति माध्यमम् इति सम्यक् वा इति न जानामि, इत्युक्ते माध्यमं नास्ति परन्तु तत्र मध्ये अस्ति खलु, तदपि कारणं, कारणमपि कारणम् इति कृत्वा कार्यमपि जनयति अपि च कारणम् अपि जनयति. माध्यमरूपेण इति वक्तुं शक्यते किल, माध्यमरूपेण इति सम्यक्तया न जानामि भगिनी, माध्यममिति वक्तुं शक्नुमः वा इति, परन्तु मध्ये अस्ति इत्युक्ते कारणकार्यमध्ये अस्ति, परन्तु तदपि स्वयमेकं कारणम्. पतनस्य समवायिकारणं गुरुत्वम् इति अस्ति, इत्युक्ते यदा समवायेन तिष्ट्वा समवायेन कार्यं जनयति इति असमवायिकारणं, तदेव कस्य असमवायिकारणम् इदानीं समवायीकारणं गुरुत्वं पतनम् इति तस्य स्वरूपम् उच्यते. आद्यपतनस्य आद्यपतनस्य एव असमवायिकारणं गुरुत्वम् तत्र एव एकम् उदाहरणं दत्तमस्ति. यदा इदानीं कन्दुकस्य विषये यदा वयं कन्दुकः स्वीकृत्य तस्य उच्छेपनं कुर्मः चेत् तत्र यद् उपरि उपरि गमनसमये तस्य आदौ वेगः अधिकः भवति, शनैः शनैः तस्य उपरतवेगः क्वचित् अन्तराले निश्चलो भवति. उपरतवेगः इत्युक्ते अन्तराले इति अहम् अवगच्छामि. उपरतवेगः इत्युक्ते तस्य वेगस्य किञ्च किमपि बाधा भवति वा, स्थगनं भवति खलु किञ्चित् शनैः शनैः वेगः उपरतवेगः इत्युक्ते निवृत्तवेगः इत्युक्ते स्थगितं भवति, निश्चलो भवति. ततः तस्य अधोदेशसंयोगजनिका क्रिया पतनम् आरभ्यते. आम्, अनन्तरमेव तस्य प्रथमम् उपरि गमनम्, अनन्तरमेव निश्चलम्, अनन्तरम् अधोदेशसंयोगजनिका इत्युक्ते अधोदेशभागात् तस्य संयोगः इत्युक्ते पतनम् इति क्रिया आरभ्यते. अग्रे भगिनि. आम्, केन जाता इयं क्रिया? गुरुत्वेन. गुरुत्वं भार इति लोके प्रसिद्धं. तेन गुरुत्वेन तादृशपतनरूपा क्रिया उत्पद्यते. गुरुत्वं पतनक्रियां प्रति असमवायीकारणं भवति. गुरुत्वं हि समवायेन फले स्थित्वा समवायेन पतनक्रियां जनयति. गुरुत्वं गुणः, पतनं च क्रिया इति गुणक्रियायोः द्रव्यसमवायेन स्थितिः प्रसिद्धा एव. इदानीं प्रश्नः उदेति, एतत् क्रिया पतनक्रिया केन जाता इति. एतत्तु गुरुत्वेन जाता. गुरुत्वमेव भारम् इति अपरं नाम अस्ति. भार इति अपरं नाम अस्ति. तेन गुरुत्वेन तादृशपतनरूपा क्रिया उत्पद्यते इत्युक्ते गुरुत्वेन पतनक्रियायाः उत्पन्नं गुरुत्वेन भवति इति. गुरुत्वं पतनक्रियां प्रति एतद् वयं दृष्टवन्तः असमवायिकारणं भवति. गुरुत्वं पतनक्रियां प्रति इत्युक्ते गुरुत्वम् इति कारणं समवायेन फले इत्युक्ते द्रव्ये अथवा कार्यादिकरणे स्थित्वा समवायेन पतनक्रियाम् इति कार्यं जनयति इति. गुरुत्वम् इति वयं जानीमः, गुरुत्वम् इति गुणः, पतनम् इति क्रिया, क्रियाक्रियावतोः मध्ये समवाय सम्बन्धः अस्ति इति. गुणक्रिययोः द्रव्ये समवायेन स्थितिः प्रसिद्धा एव इत्युक्ते किम्? गुणक्रियायोः इत्युक्ते यदा अत्र गुरुत्वम् इति गुणः, पतनम् इति क्रिया, तदेव वयं क्रियाक्रियावतोः अत्र गुणः इति. तर्हि तत्र गुणक्रिययोः इत्युक्ते क्रिया इति पतनं, गुणः इत्युक्ते क्रियावत् वा? किल क्रिया यस्य अस्ति तत् क्रियावत् इति किल. गुणाः तत्र गुरुत्वे क्रिया अस्ति इति तद् क्रियावतः एव. एकक्षणं, तत्र गुरुत्वम् इति किम् अस्ति? गुणः अस्ति. गुणः गुणे क्रिया भवति वा? गुणस्य प्रथमं गुणस्य अधिकरणं किम्? गुणस्य अधिकरणम् अस्ति द्रव्यं. क्रिया इत्यस्य अधिकरणं किं भवति? क्रियायाः अधिकरणमपि द्रव्यमेव. क्रिया गुणे न भवति खलु इति वयम् आरम्भे एव दृष्टवन्तः. तर्हि अत्र गुणक्रिययोः इत्युक्ते किम्? क्रियावत् नास्ति. गुणक्रिययोः इत्युक्ते अत्र गुरुत्वपतनयोः मध्ये अत्र प्रथमं गुणक्रिययोः इत्युक्ते तत्र विभक्ति का अस्ति? गुणक्रिययोः द्रव्ये सप्तमी वा? इन् क्षम्यता, द्रव्ये इति अस्ति. द्रव्ये इति विशेषण न एकक्षणं भगिनि, द्रव्ये इति सप्तमी सत्यं, गुणक्रिययोः इति द्विवचने अस्ति. किं भवितुं शक्यते? गुरुत्वगुणः पतनस्य पतनं तद्गुणः. षष्टी इत्युक्ते सम्बन्धं भवति गुणक्रिययोः द्रव्ये समवायेन स्थितिः प्रसिद्धा एव. गुणक्रिया क्रियायोः षष्टी वा सप्तम? सप्तम. यदा विशेषणं नास्ति, किमर्थम् इत्युक्ते द्रव्ये इति एकवचने अस्ति, गुणक्रिययोः इति द्विवचने अस्ति, अतः सप्तमी नास्ति इति सम्बन्धः अस्ति वा गुणक्रिययोः द्रव्ये? सम्बन्धम् अस्तु. इदानीम् अन्ये किं चिन्तयति? पुष्पा भगिनी, भवत्याः चिन्तनं किम्? मम चिन्तनं गुरुत्वं तु गुणः, पतनं च तत्तु पतनं तु गुण अस्ति, क्रिया अस्ति पतनं. तत् गुणक्रियायोः, तत्तु गुरुत्वगुणः पतनक्रियायोः, तत्तु द्वे अपि द्वे आगतम्. तत्तु सम्यक्, तत् सम्यक्, तत् रामप्रिया भगिनी उक्तवती, परन्तु अत्र प्रश्नः अस्ति गुणक्रिययोः द्रव्ये समवायिन स्थितिः इत्युक्ते गुणक्रिययोः इति अत्र विभक्ति का तत्र तत् पदस्य किञ्चित् अर्थः कः अस्ति इति सर्वं. गुणक्रिययोः तत्तु द्वे गुणः नास्ति, गुणा क्रिया पतनं क्रिया गुरुत्वं तदेव भवती उक्तवती. इदानीं प्रश्नः तत्र विभक्ति का इति प्रश्नः गुणक्रिययोः इति अत्र गुणक्रिययोः इति षष्ठी द्विवचनं, षष्ठी द्विवचनमस्ति. गुणक्रिययोः स्थितिः इति स्थितिः तत्र अन्वयः भवति, सम्बन्धः भवति. गुणक्रिययोः स्थितिः द्रव्ये समवायेन अस्ति इति प्रसिद्धमेव, प्रसिद्धा एव. इत्युक्ते गुणस्य द्रव्ये क्रियायाः अपि द्रव्ये समवायेन स्थितिः प्रसिद्धा एव. इत्युक्ते गुणः अपि द्रव्ये अस्ति, क्रिया अपि द्रव्ये अस्ति इति कृत्वा तत्र द्रव्यम् इति तत्र अधिकरणम् अस्ति खलु, कार्याधिकरणमस्ति तस्मिन्. इदानीं तत्र द्रव्ये अस्मिन् उदाहरणे कन्दुके क्रिया इति कार्यम् अभवत् इति कृत्वा गुणः गुरुत्वमिति गुणः अपि इदानीं कन्दुके अस्ति इति कृत्वा अत्र असमवायीकारणं भवति. अत्र असमवायीकारणं द्विविधम् इति वयं पूर्वं दृष्टवन्तः खलु, अत्र कीदृशम् असमवायीकारणम् इति वक्तुं शक्नोति वा? प्रथमविध असमवायिकारणं किल भगिनि? प्रथमविधम् इत्युक्ते कार्येण अधिकरणे स्थित्वा समवायेन कारणं जनयति. क्षम्यतां कार्यं जनयति इति कार्येण सह एकस्मिन् अपि कार्येण सह अस्तु तर्हि अग्रे शुकनमहोदय भवान् पठति वा हा पतननानात्वकथनं तत्र अयम् अपरो विशेषः कन्दुकस्य उत्क्षिप्तस्य अन्तराले क्वचित् निश्चलस्य पतनम् आरभ्यते इति प्रागुक्तं तत्र आरभ्यते इति उक्तं न तु पतनं भवति इति तत् कुतः यथा घटोत्पत्तिविचारे कपाले एकस्यैव घटस्योत्पत्तिर्भवति तथा प्रकृते कन्दुके एकमेव पतनं नोत्पद्यते अनेकानि हि क्रमिकानि पतनानि कन्दुके उत्पद्यन्ते तत्र आद्यक्षणे पतनक्रिया तया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः तद्देशाकाशकन्दुकसंयोगनाशः देशान्तरावच्छिन्ना आकाशकन्दुकसंयोगान्तरोत्पत्तिः पतननाशः पतनान्तरोत्पत्तिः इत्यादि क्रमेण पतनपरम्परा कन्दुके भवति एकनिमिषं भगिनि हा परन्तु द्वितीयादिपतनं न गुरुत्वेन उत्पद्यते तत्र वेगाख्यः संस्कारविशेषः कारणं भवति इति अत्र पतननानात्वकथनम् इत्यस्मिन् विषये एतत् परिच्छेदम् अस्ति तत्रयम् अपरो विशेषः अन्यत् विशेषः अपि पतनक्रियाविषये ज्ञातव्यं कन्दुकस्य उत्क्षिप्तस्य अन्तराले क्वचित् निश्चलस्य पतनम् आरभ्यते इति प्रागुक्तम् इति पूर्वस्मिन् परिच्छेदे उक्तं तत्र शनैः शनैः उपरतवेगः क्वचित् अन्तराले निश्चलो भवति इति तदेव अत्र अत्रापि उक्तं तत्र आरभ्यते इति उक्तं न तु पतनं भवति इति पतनम् आरभ्यते पतनं भवति इति न उक्तं तत् किमर्थम् इति चेत् यथा घटोत्पत्तिविचारे कपाले एकस्यैव घटस्योत्पत्तिर्भवति तथा प्रकृते कन्दुके एकमेव पतनं नोत्पद्यते घटोत्पत्ति विचारसमये कपालद्वयसंयोगेन एकः एव घटः उत्पद्यते किन्तु अत्र तादृशम् एकमेव पतनं इति नास्ति पतनस्य आरब्धं भवति इति इत्युक्ते अनेकानि हि क्रमिकाणि पतनानि कन्दुके उत्पद्यन्ते तत्र एकमेव पतनं कन्दुके उत्पद्यन्ते इति न आद्यपतनं भवति तदनन्तरं पुनः पतनं भवति इति तत्र क्रमः कीदृशम् इति अत्र उक्तमस्ति तत्र आद्यक्षणे पतनक्रिया आद्यक्षणे इत्युक्ते कस्मिन् क्षणे इत्युक्ते तत्र अन्तराले निश्चलः यदा भवति तस्मिन् तस्मात् क्षणात् आरभ्य तत्क्षणमेव आद्यक्षणं भवति तस्मात् क्षणात् आरभ्य पतनक्रिया भवति तत् तत्र क्रमः कीदृशम् इति दत्तमस्ति तया इत्युक्ते पतनक्रियया आद्यक्षणे उत्पद्यमानपतनक्रियया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः भवति क्रियया विभागः जायते इति वयं विभागगुणविचारे दृष्टम् अस्माभिः दृष्टमस्ति अतः पतनक्रिया अपि क्रिया इति कृत्वा तत्र प्रथमं यद्देशे क्रिया जायते तद्देशात् विभागः तद्देशे कन्दुके विभागः इति गुणः नास्ति तया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः इत्युक्ते यस्मिन् देशे कन्दुकः अस्ति तस्मात् देशात् विभागः भवति, पूर्वदेशविभागः भवति, तद्देश आकाशकन्दुकसंयोगनाशः भवति, विभागेन पूर्वदेशसंयोगनाशः भवति इति अपि अस्माभिः पूर्वमेव दृष्टं, तदेव अत्र अत्रापि देशान्तर अवच्छिन्न आकाशकन्दुकसंयोगोत्पत्तिः, पूर्वदेशनाशसंयोगात् उत्तरदेशसंयोगः भवति इत्यपि पञ्चक्षणप्रक्रियया प्रक्रियायाम् अस्माभिः दृष्टं, तदेव अत्रापि भवति। पुनः यदा उत्तरदेशसंयोगः भवति तदनन्तरं पतनक्रियायाः नाशः अपि भवति। यदा पतनक्रियायाः नाशः भवति तदा पतनान्तर उत्पत्तिः भवति, द्वितीयपतनक्रिया आरभ्यते, द्वितीयपतनक्रियया पुनः विभागः जायते, पूर्वदेशसंयोगनाशः भवति, उत्तरदेशसंयोगः भवति, द्वितीयपतनक्रियायाः नाशः भवति, पुनः तृतीयपतनक्रिया क्रियायाः उत्पत्तिः भवति इति इत्यादिक्रमेण पतनपरम्परा कन्दुके भवति। एतत् सर्वं कन्दुके एव भवति, कन्दुकः क्रियायाः अपि च विभागगुणः संयोगः इति सर्वेषाम् अधिष्ठानम् आधारः भवति इति कृत्वा पतनपरम्परा कन्दुके भवति इति लिखितमस्ति। परन्तु द्वितीयादिपतनम् अत्र विशेषः कः इति चेत् आद्यपतनक्रियायाः एव कारणं गुरुत्वाक्यगुणः। द्वितीयपतनम् आरभ्य यावत्पर्यन्तं पतनक्रिया उत्पद्यते ते सर्वे पतन ताः सर्वे पतनक्रिया सर्वाः पतनक्रियायाः कारणं गुरुत्वं नास्ति, केवलम् आद्यपतनक्रियायाः कारणमेव गुरुत्वम् इति चेत् द्वितीयपतनक्रियायाः द्वितीयादिपतनक्रियायाः कारणं किम् इति पृष्टे सति वेगाख्यः संस्कारविशेषः कारणं भवति इति तत्र वेगः इति नाम संस्कारः इति एव कारणम्। आद्यपतनक्रिया गुरुत्वेन जायते, आद्यपतनक्रियायाः वेग आख्यसंस्कारः जायते, वेगाख्यसंस्कारेण द्वितीयादिपतनक्रियाः जायन्ते इति। बहु सम्यक् महोदय। तत्र पुनः तत्र यत् पञ्चक्षणव्यापिनी क्रिया इति वयं पूर्वं दृष्टवन्तः तत् पुनः अत्रापि आगतम्। अत्र यदा तत्र आकाशदेशे कन्दुकः, यस्मिन् आकाशदेशे कन्दुकः ततः विभागः इति अस्ति खलु, तर्हि तत्र विभागः कुत्र अस्ति अत्र? विभागः द्विनिष्ठः भवति इति कृत्वा तत्र आकाशदेशः अपि च कन्दुके भवति, आकाशदेशे अपि च कन्दुके विभागः भवति। सत्यं, तर्हि विभागः गुणः अस्ति, विभागः इति गुणः तत्र आकाशे अपि भवति अपि च कन्दुके अपि भवति। कन्दुके आम्। पुनः यदा नूतनसंयोगः भवति सः संयोगः अपि तत्र द्विनिष्ठः, नूतनदेशे अपि च तत्र कन्दुके इति अपि। अपि च महोदयेन अत्र उक्तं यत् संयोगनाशः इति यदस्ति तत् चिरं तिष्ठति, प्रायः अनन्तरं करपत्रे अपि आगच्छेत्। अत्र संयोगनाशः इति चिरं तिष्ठति, परन्तु विभागः तथा न इति, इत्युक्ते विभागः इति तत्र क्षणिका एव क्षणिकः एव सः गुणः इत्युक्ते इदानीं यदा विभागः जायते तदा विभागः इति वदामः, परन्तु विभागः इति गुणः चिरं न तिष्ठति. आद्यक्षणे उत्पद्यते विभागः, आद्यक्षणे उत्पद्यते तत् क्षणात् तत्तु विभागनाशः, संयोगनाशः अस्ति, विभागः नास्ति. न इत्युक्ते क्रिया इति यदा क्रिया जायते यस्मिन् क्षणे विभागः जायते तस्मिन् तस्मात् द्वितीयक्षणे पूर्वदेशसंयोगनाशः भवति, तदनन्तरं तृतीयक्षणे विभागः नश्यति. सत्यम् इत्युक्ते संयोग यदा नूतनसंयोगः भवति तदानीं पूर्वसंयोगः न तिष्ठति, क्षम्यता, पूर्वविभागः न तिष्ठति. अपि च संयोगनाशः इति अभावरूपः इति कृत्वा प्रायः चिरं तिष्ठति इति स्वीकर्तुं शक्यते, प्रध्वंसनाशः इति. हा इति एव अहमपि चिन्तयामि, तत्र संयोगनाशः इति अभावः. अपि च लोके अपि तत्र तदेव वयं वदामः खलु, इत्युक्ते इदानीं वृक्षात् फलं पतति चेत् यस्मिन् क्षणे तत्र पतनक्रिया भवति तदा वयं वदामः वृक्षात् फलं विभक्तम् इति, परन्तु तदनन्तरं तथा न प्रयोगं तादृशप्रयोगः न भवति खलु. तदनन्तरं तु इदानीं फलं वृक्षे नास्ति इति एव, इत्युक्ते तेषां संयोग तयोः संयोगः नास्ति इति एव प्रयोगः भवति, न तु फलं वृक्षात् विभक्तम् इति. सत्यं, किन्तु तत्र विभक्तम् इति पदं गुणम् इति स्वीकृत्य वयं न वदामः, क्रिया इति मनसि विचिन्त्य एव प्रायः तादृशं भाति खलु. यतोहि क्रिया जाता इति कृत्वा विभक्तम् इति, इत्युक्ते यदा फलं पतति तदा यदा वयं फलं वृक्षात् विभक्तम् इति वदामः तदा अस्माकं मनसि तत्र क्रियापि अस्ति तयो तत् फलं फलस्य विभागः अभवत् वृक्षात् इति अपि अस्ति खलु. क्रिया जाता इति कृत्वा विभागः अपि जातः इति. आम्, किन्तु सा व्यवहारे वयं क्रिया जातं क्रिया जाता विभागः अपि जातः इति न, तत्र फलं वृक्षात् विभक्तम् इत्येव वदामः व्यवहारे. सत्यम्, इति यदा तदा वदामः तत्र द्वयमपि अन्तर्भूतम् इत्येव वदामि तावदेव. आमां, तत्र शास्त्ररीत्या पश्यामश्चेत् तत्र क्रिया अस्ति, क्रिया विभागः इति गुणः अस्ति, तयोः मध्ये भेदः अस्ति इति सर्वम् आगच्छति, किन्तु प्रयोगे लोके व्यवहारः करोति चेत् तत् विभक्तम् इति एव इत्येव वदामः तत्र. सत्यं सत्यं, हा तावदेव. हा, अपि च अत्र एतदपि महोदयेन उक्तं यत् द्वितीयक्रिया यदस्ति अत्र आद्यपतनक्रिया अस्ति, तदनन्तरं द्वितीयक्रिया प्रथमक्रिया यावत्पर्यन्तं न तस्य स्थगनं न भवति तावत्पर्यन्तं द्वितीयक्रिया न आरभ्यते, इत्युक्ते द्वितीयक्रियां प्रति प्रथमक्रिया प्रतिबन्धिका अस्ति, इत्युक्ते यावत्पर्यन्तं प्रथमक्रिया भवति तावत्पर्यन्तं द्वितीयक्रिया न सम्भवति. सत्यम्, अतः एव प्रायः संस्कारविशेषः इति दत्तमस्ति. तदपि परन्तु पतन तत्र पश्यामः चेत् चतुर्थक्षणे पतननाशः अभवत् तदनन्तरमेव अथवा या दृष्ट्या पश्यामः इत्युक्ते पञ्चमक्षणे पतननाशः अभवत् तदनन्तरं पतनान्तर उत्पत्तिः इति नूतनपतनक्रिया आरम्भं भवति, इत्युक्ते तत्र यदा प्रथमपतनस्य नाशः अभवत् तदनन्तरमेव नूतनपतनं तस्य उत्पादनं भवति. आम्, किन्तु प्रथमपतनक्रियायाः नाशस्य पूर्वं वेगाक्यसंस्कारः भवेत्, जनयेत्. यद्यपि अत्र अस्मिन् परिच्छेदे तस्मिन् विषये न चर्चितं, किन्तु तादृशं स्वीकार्यम् इति अहं चिन्तयामि. प्रायः भवेत्, यतोहि तत्र नूतनक्रिया अस्ति चेत् तस्य कारणं तु पूर्वक्षणे भवेत्, रक्षित् भवेत् इति कृत्वा. आम् सत्यं, परन्तु तत् किञ्चित् विषयान्तरं खलु, इत्युक्ते तत्र यावत्पर्यन्तं प्रथमक्रिया न समाप्ता तावत्पर्यन्तं द्वितीयक्रिया न सम्भवति इति इदानीं वयं स्वीकर्तुं शक्नुमः. आम् आम् अस्तु, तर्हि सुनील् महोदय भवान् अग्रे पठति वा अग्रिमम्. एवं च आदिमं पतनं गुरुत्वजन्यमिति ज्ञापनाय ग्रन्थकृता आद्यपतनमिति उक्तम्. इदं पतनं गुरुत्वाधिकरणे समवाये नास्ति इति कार्यदावच्छेदकसम्बन्धः समवायः. इत्थमेव कारणदावच्छेदकसम्बन्धो सम्बन्धांशे अपि चिन्त्यम्. अतः समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणता गुरुत्वे भवति. तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम्. एवं च आदिमं पतनं गुरुत्वजन्यमिति ज्ञापनाय ग्रन्थकृता आद्यपतनमिति उक्तम्. यदा वयं पूर्वं दृष्टवन्तः अत्र पतनस्य क्रमाः, अतः अत्र यदा पतनस्य आरम्भः अस्ति अत्र आदिमं पतनं तद् गुरुत्वजन्यमिति अस्ति. तादृशगुरुत्वजन्यस्य ज्ञापनाय एव अत्र आद्यपतनमिति अत्र उक्तं, यदा अत्र पतनम् आरभ्यते. इदं पतनं, क्षम्यतां महोदय, पुनः एकवारं तत्र गुरुत्व आदिमं पतनं गुरुत्वजन्यम् इत्युक्ते किं, पुनः एकवारं वदतु. आम्, अतः अत्र उदाहरणमासीत् कन्दुकम् उपरि गच्छति, यदा प्रथमम् अधिकवेगतया गच्छति, अनन्तरं वेगं मन्दं भवति, एकस्मिन् अवसरे तद् निश्चलं भवति, तदनन्तरम् आद्यपतनस्य आरम्भं भवति. तद् गुरुत्वजन्यमिति अत्र अस्ति, अतः तदेव अत्र आद्यपतनमिति अत्र उक्तम्. इत्युक्ते आद्यपतनमिति किम् आद्यपतनम्? आम्, आद्यपतनम् इत्युक्ते अत्र गुरुत्वजन्यमिति. इत्युक्ते अत्र यदा निश्चलः अस्ति तदनन्तरं प्रथमपतनक्रिया या जाता तदस्ति आद्यपतनम् इति. तत्र गुरुत्वजन्यम् इत्युक्ते किम्? तत्र गुरुत्वं, अत्र गुरुत्वं जनयति इति अत्र तस्मिन् अवसरे, अथवा गुरुत्वस्य आरम्भः. हा हा, वदतु महोदय. क्षम्यता, अत्र गुरुत्वेन गुरुत्वेन नास्ति खलु, अत्र गुरुत्वं गुरुत्वेन पतनम् आरभ्यते इति. सत्यम्, इत्युक्ते गुरुत्वं जनयति इति नास्ति खलु, गुरुत्वेन पतनम् आरभ्यते, तदेव आद्यपतनम् इति अत्र उक्तम्. इदं पतनं गुरुत्वाधिकरणे समवायेन अस्ति इति कार्यदावच्छेदकसम्बन्धः समवायः. अत्र एतादृशम् आद्यपतनं अत्र गुरुत्वाधिकरणे समवायेन अस्ति, अतः अत्र कार्यदा अवच्छेदकसम्बन्धः समवायः. महोदय महोदय, किञ्चित् क्षम्यतां, तत्र गुरुत्वाधिकरणे समवायेन अस्ति इत्युक्ते किम्? इतोपि किञ्चित् वक्तव्यं खलु, तत्र केवलं अत्र कन्दुकम् इति स्वीकृत्य अत्र कन्दुके आद्य पतनं आरभ्यते तत्र गुरुत्वम् इति गुणः अस्ति अतः अत्र गुरुत्वाधिकरणे इत्युक्ते अत्र कन्दुके अत्र अत्र सम गुरुत्वम् इति गुणः अत्र कन्दुके समवायेन अस्ति हा परन्तु यद् भवान् उक्तवान् तत् सत्यमेव परन्तु अस्मिन् वाक्ये किम् अस्ति पुनः एकवारं इदं पतनं इदं पतनं गुरुत्वाधिकरणे समवायेन अस्ति इति कार्यतावच्छेदकसम्बन्धः समवायः अत्र गुरुत्वाधिकरणे इत्युक्ते अत्र कन्दुके समवायेन अस्ति इति कार्यतावच्छेदकसम्बन्धः समवायेन समवायेन किम् अस्ति गुरुत्वमस्ति न गुरुत्वाधिकरणे समवायेन गुरुत्वम् अस्ति इति वा तत् तथा नास्ति खलु अत्र तत्र एकक्षणं तत्र कार्यं किम् एकक्षणं प्रायः एकसोपानं पृष्ठतः गच्छामः तर्हि तत्र अत्र कार्यं किं कारणं किं प्रथमम् अत्र कार्यमस्ति आद्यपतनमिति कारणमस्ति गुरुत्वम् अतः इदं पतनमेव अत्र इदं पतनं अत्र इदं कार्यं गुरुत्वाधिकरणे अथवा कन्दुके इति उदाहरणे समवायेन अस्ति इति कार्यतावच्छेदकसम्बन्धः समवायः अतः कार्यम् अस्ति पतनमिति कार्यता अवच्छेदकसम्बन्धः एव तदेव समवायेन अस्ति इति इत्युक्ते तत्र कार्यम् इति पतनं पतने कार्यता अस्ति खलु कार्ये कार्यता अस्ति कार्यतायाः अवच्छेदकसम्बन्धः अस्ति समवायः इति अग्रे इत्थमेव कारणतावच्छेदकसम्बन्धांशोपि चिन्त्यम् अतः एतादृशम् अत्र कारणतावच्छेदकसम्बन्धः अंशः अस्ति एव अस्ति इति वा इति अस्माभिः चिन्तनीयम् अत्र अस्ति वा नास्ति वा इति न अस्ति एव कीदृशम् अस्ति इति चिन्तनीयं यतोहि कारणमस्ति चेत् कारणता अपि अस्ति खलु तर्हि कीदृशसम्बन्धेन अस्ति तदपि समवायसम्बन्धेन अस्ति अतः समवायसम्बन्ध अवच्छिन्न आद्यपतननिष्ठकारितानिरूपितसमवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे भवति तदेव गुरुत्वस्य लक्षणमिति अतः कारणता अपि समवायसम्बन्धेन अस्ति अत्र अस्तु तर्हि तत्र गुरुत्वम् अपि कन्दुके आद्यपतनमपि कन्दुके तत्र आद्यपतनमपि समवायेन तत्र अधिकरणे अस्ति गुरुत्वमपि समवायेन अस्ति तर्हि समवायसम्बन्ध अवच्छिन्न आद्यपतन आद्यपतननिष्ठकार्यता तया निरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वस्य लक्षणं सम्यक् तर्हि अत्र प्रश्नः नास्ति चेत् करपत्रात् पठेम अस्तु तर्हि पुष्पा भगिनी भवती करपत्रात् पठति वा अधोदेशजनकः व्यापारः पतनम् इति करपत्रम् अस्तु भगिनि एकनिमिषम् अस्तु प्रथमासेन कालकृत परत्वापरत्वविषये न द्वितीयकरपत्रं मया प्रेषितम् अधोदेशसंयोगजनकः व्यापारः पतनम् इति द्वितीय न दृष्टम् अहम् आरम्भं करोमि वा द्वितीयं हा अत्र भगिनी अस्तु एवं करोतु तत्र उपरि तत्र ब्रेड्क्रम्स् अस्ति खलु, तत्र प्रश्नः, प्रश्नाः उत्तराणि च इति पश्यति वा? हा हा अस्ति अस्ति, तद् अस्ति, तत्र गच्छतु, प्रश्नाः उत्तराणि च इति गच्छतु. तत्र त्रयोदश करपत्रम्, अधोदेशसंयोगजनकः व्यापारः पतनम् इति प्राप्तं वा? त्रयोदश नास्ति, द्वादश अस्ति. त्रयोदश न दृष्टम् भगिनि. अस्तु, अहम् ई पत्रं प्रेषितवती, तत्र भवत्याः ईमेल् किञ्चित् ईमेल् मध्ये किञ्चित् अन्वेषणं करोतु. इदानीं महोदय भवान् अधोदेशसंयोगजनकः व्यापारः पतनम्, अधोदेश संयोजनः व्यापारः पतनमिति अत्र शीर्षकमस्ति. प्रश्नः, अधोदेशसंयोगजनकः व्यापारः पतनम् इत्यस्मिन् कथने व्यापारः नाम कः? अत्र एकस्मिन् वाक्ये व्यापारः कः इति प्रश्नः. उत्तरमस्ति, पतनक्रियायां कश्चन क्रमो भवति. अत्र पूर्वं वयं दृष्टवन्तः पतनक्रिया इति, अतः पतनक्रियायां कश्चन क्रमः भवति इति. पूर्वदेशसंयोगः यथा वृक्षफलयोः, आद्यपतनक्रिया, अनन्तरं विभागः, अनन्तरं पूर्वसंयोगनाशः, अनन्तरम् उत्तरदेशसंयोगनाशः संयोगः, अनन्तरं प्रथमक्रियानाशः, अनन्तरं द्वितीयपतनक्रिया. एतदेव वयम् अत्र पुस्तके अपि दृष्टवन्तः. प्रथमक्षणे पूर्वदेशसंयोगः आसीत्, अनन्तरम् आद्यपतनक्रियायाः आरम्भः जातः, अनन्तरं तत्र विभागः भवति कन्दुक आकाशदेशयोः मध्ये. तदनन्तरं कन्दुकस्य पूर्वसंयोग नाशः भवति, तदनन्तरम् उत्तरदेशसंयोगः भवति, तदनन्तरं प्रथमक्रियानाशः भवति, द्वितीयपतनक्रियायाः आरम्भः जातः. अस्तु भगिनि, प्राप्तम्. अस्मिन् प्रसङ्गे अधोदेशसंयोगजनक जनकः व्यापारः पतनम् इति उक्तम्. अत्र व्यापारः इत्युक्ते क्रिया एव. अस्तु, व्यापारविषय क्रियायाः लक्षणं संयोगसमवायिकारणं कर्म. तदर्थम् अत्र उक्तं यत् क्षिप्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते तस्य जनिका पतनक्रिया. यया क्रियया अधोदेशेन सह संयोगः उत्पद्यते सा संयोगजनिका. जनकत्वेन कारणत्वस्य इङ्गितं तत्तु अस्मिन् प्रसङ्गे अधोदेशसंयोगजनक व्यापारः पतनम् इति उक्तम्. अस्तु, तद् पतनस्य कन्दुकस्य पतनस्य प्रसङ्गे अधोदेशसंयोगजनकः तत्तु पतनम् इति व्यापारः तु पतनम् व्यापारः तु पतनम् इति उक्तं अत्र. अत्र व्यापारः इत्युक्ते क्रिया एव, तत्तु अधोदेशसंयोग जनकस्य क्रिया अस्ति. क्रियायाः लक्षणं संयोगसमवायीकरणं कर्म तत्तु असंयोग असमवायिकारणं कर्म असमवायिकारणं क्रियायाः लक्षणं तत्तु संयोग असमवायिकारणं कर्म कर्म कर्म अत्र कथमायाति भगिनि कर्म इत्युक्ते क्रिया कर्म अत्र कारणं क्रिया अस्तु क्रियायाः लक्षणम् अस्तु तदर्थम् अत्र उक्तं यत् भगिनि संयोगसमवायिकारणं क्रिया इत्युक्ते किम् तत् लक्षणम् अस्ति न संयोग संयोगसमवायिकारणं असमवायिकारणं तत्तु क्रियायाः लक्षणं तत्तु क्रिया अस्ति संयोगः अस्ति संयोग असमवायिकारणं क्रिया क्रिया कथं कथं द्वे अपि क्रिया अस्ति क्रिया लक्षणं संयोगसमवायिकारणं क्रिया न जानामि तत् तत् न जानामि भगिनि इति क्रियायाः लक्षणम् इत्युक्ते किं क्रिया इत्युक्ते किम् इति प्रश्ने सति क्रियायाः लक्षणमस्ति संयोगसमवायिकारणं कर्म संयोगासमवायिकारणं क्रिया इत्युक्ते संयोगस्य असमवायिकारणं क्रिया अस्ति इति एव इत्युक्ते संयोगः इति कस्म इदानीं तत्र कन्दुकम् इति उदाहरणं स्वीकुर्मः चेत् तत्र कन्दुके इदानीं तत्र क्रिया जायते प्रथमं क्रिया भवति इति कृत्वा क्रिया भवति इति कृत्वा विभागः विभागेन तत्र पूर्वदेशसंयोगनाशः तदनन्तरम् उत्तरदेशसंयोगः तदनन्तरं क्रियायाः परिसमाप्तिः तर्हि यः नूतनसंयोगः जायते तस्य कारणम् असमवायिकारणं क्रिया अस्ति अस्तु क्रिया हि अस्ति अस्तु अस्तु तदर्थम् अत्र उक्तं यत् क्षिप्तकन्दुकस्य अधोदेशेन सः यः संयोगः जायते तस्य जनिका पतनक्रिया अस्तु क्षिप्त तत्तु क्षिप्तकन्दुकस्य तत् अधोदेशेन संयोगः अस्ति तस्य धनिका पतनक्रिया क्रियायाः न क्रियाया अस्ति क्रियाया तत्र प्रथमं क्षिप्तकन्दुकम् इत्युक्ते किं क्षिप्त तत्तु उपरि कन्दुक कृते चेत् क्षिप्ता तत्तु क्षिप्ता न यदा कन्दुकं क्षिपति चेत् तत्र इदानीं क्षिपति कन्दुकं तर्हि उपरि अस्ति अधोभागं प्रति गच्छति तर्हि इदानीम् उपरि यः यत्र आसीत् तस्मात् देशात् तस्य कन्दुकस्य विभागः भवति संयोगनाशः भवति तदनन्तरम् अधो देशेन सह तस्य संयोगः नूतनसंयोगः भवति तस्य जनिका पतनक्रिया जनिका इत्युक्ते किम् तस्य जनिका इत्युक्ते जनकम् अस्ति तस्य जनिका संयोगस्य जनिका सत्यं जनिका इत्युक्ते किम् प्रथम जनिका इत्यस्ते कथं किमपि जनयति सत्यम् इत्युक्ते तत्र जनिका इत्युक्ते कारणं खलु कारणं तत्र जनकः जनिका इति कारणं यः जन्यते सः कार्यं अस्तु पतनक्रिया अस्तु कार्यः यया क्रियया अधोदेशेन सः संयोगः उत्पद्यते सा संयोगजनिका हा यया क्रियया अधोदेशेन सह संयोगः उत्पद्यते सा संयोगजनिका हा तदेव तदेव कारणम् अस्ति संयोगजनिक संयोगकारणं जननस्य कारणं न क्रियास्तिजनिका अस्ति यया क्रिया अस्तु अधोदेशेन सः संयोगः अस्तु जनकत्वेन कारणत्वस्य इङ्गितं तत्तु जानीमः न जनकत्वेन कारणत्वं जानीमः जनकत्वेन कारणत्वं सूचितम् इति सूचितम् अस्तु तर्हि अग्रे रामप्रिया भगिनी पठति वा भगिनी तत्र क्रियायाः लक्षणं संयोगासमवायीकारणं कर्म इति दत्तमस्ति तत् तर्कसङ्ग्रहात् दत्तं वा इति एव चिन्तयामि महोदय अग्रे आगच्छति इति मन्ये एतावत्पर्यन्तं क्रियाविषये वयम् आम् एतत् महोदयेन दत्त लक्षणं वा नो चेत् तर्कसङ्ग्रहात् दत्तं वा इति अस्तु आं भगिनि उपरितनप्रक्रियां सम्यक्तया वीक्ष्यताम् अत्र बोध्यं यत् आद्यपतनक्रिया विभागात् साक्षात् पूर्वं तस्य कारणं च सत्यं विभागं प्रति आद्यपतनक्रिया कारणं किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल कारणपरिष्कारविषये अस्माभिः अधीतं यत् किञ्चन कस्यचित् कारणम् इति निर्धारयितुं तेन कार्याधिकरणे कार्योत्पत्तिः पूर्वक्षणे स्थातव्यं कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं भवेत् इदानीम् उपरितनप्रक्रियां सम्यक्तया वीक्ष्यताम् इत्युक्ते यदा उपरितनक्षणपञ्चकव्यापिनी इति अस्ति चेत् इति अस्मिन् विषये अस्ति अत्र बोध्यं यत् आद्यपतनक्रिया विभागात् साक्षात् पूर्वम् विभागस्य पूर्वम् आद्यपतनक्रिया अस्ति इत्युक्ते विभागस्य कारणम् आद्यपतनक्रिया इति अस्ति सत्यं विभागं प्रति आद्यपतनक्रिया कारणं किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल आम् नास्ति अतः प्रश्नाः उदेति यत् कारणपरिष्कारविषये अस्माभिः अधीतम् इत्युक्ते कारणस्य निकषाः त्रयम् इति वयं पूर्वम् अधीतं कार्याधिकरणे स्थातव्यं कार्याधिकरणे सर्वदा कारणं स्थातव्यं पूर्वक्षणे अपि स्थातव्यम् इति वयं पठितवन्तः इत्युक्ते अत्र यदा उत्तरदेशसंयोगः भवति तस्मिन् पूर्वक्षणे आद्यपतनक्रिया नास्ति पूर्वसंयोगनाशः एव अस्ति कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं भवेत् प्रश्नः नियतपूर्ववृत्तित्वम् इत्युक्ते नियमेन तस्य इत्युक्ते सर्वदा तत् भवेत् तत्र इति नियमेन पूर्वं भवेत् कार्यस्य कार्यं यदा कार्यं जायते चेत् कारणं नियमेन इत्युक्ते सर्वदा तत्र पूर्वं भवेत् इति नियतपूर्वम् अस्तु अग्रे भगिनि. अतः उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया कारणं न स्यात्. यया रीत्या कुलालस्य पिता घटं प्रति अन्यथा सिद्धः तया एव रीत्या उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथा सिद्धा स्यात्. यतोहि साक्षात् पूर्वम् इयं क्रिया न घटिता, परन्तु तथा नास्ति. यदोक्तं क्रियायाः लक्षणं असमवायीकारणं कर्म, विभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वं स्वीकृतम् अस्ति. अत्र यदा वयं दृष्टवन्तः इदानीम् उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया कारणं न नास्ति इति तस्य कारणं न भवेत् इति वा इत्युक्ते किमर्थं तथा चिन्तनम् इदानीं प्रवर्तमानमस्ति इत्युक्ते इत्युक्ते पूर्वक्षणे यत् पूर्वसंयोगनाशः अस्ति तदेव उत्तरदेशसंयोगं प्रति कारणम्. आद्यपतनक्रिया तु तस्मिन् कार्याधिकरणे इदानीं कारणस्य रूपेण नास्ति इति. कार्याधिकरणे नास्ति इति वस्तुतः नास्ति खलु, इत्युक्ते पूर्वक्षणे नास्ति इति. यतोहि पूर्वक्षणे क्रिया, द्वितीयक्षणे विभागः, तृतीयक्षणे संयोगनाशः, चतुर्थक्षणे उत्तरदेशसंयोगः इति कृत्वा तृतीयक्षणे क्रिया नास्ति, तृतीयक्षणे पूर्वसंयोगनाशः एव अस्ति. तर्हि साक्षात् पूर्वं संयोगनाशः एव जातः, न तु क्रिया जाता इति कृत्वा प्रायः क्रिया संयोगस्य कारणं न स्यात् इति. तत्रैव एतत् चिन्तनम् आगच्छति यत् यदा कुलालस्य पिता घटं प्रति अन्यथा सिद्धा अस्ति तया एव रीत्या यदा उत्तरदेशसंयोगः प्रति आद्यपतनक्रिया अपि अन्यथा सिद्धा वा इति. परन्तु किमर्थम् एतत् चिन्तनम् इत्युक्ते साक्षात् पूर्वं एतत् क्रिया आद्यपतनक्रिया न घटिता इति कारणात् अन्यथा सिद्धा वा इति चिन्तनम् आगच्छति, परन्तु तद् नास्ति इति उक्तम्. किमर्थम् इत्युक्ते क्रियायाः लक्षणं वयं दृष्टवन्तः इदानीमेव संयोग असमवायीकारणं कर्म इति. इत्युक्ते अत्र विभागं प्रति संयोगं प्रति क्रियायाः असाधारणकारणत्वम् अस्ति इति. इत्युक्ते सर्वदा अस्ति इति एव किल भगिनि. इत्युक्ते तत्र विभागस्य कृते तु विभागस्य पूर्वक्षणे एव क्रिया जाता खलु, तर्हि विभागस्य तु तत्र प्रश्नः एव न उदेति. विभागस्य साक्षात् पूर्वं क्रिया अभवत् इति कृत्वा विभागस्य कारणं क्रिया इति वयं स्वीकर्तुं शक्नुमः. परन्तु संयोगस्य विषये एव इदानीं प्रश्नः अस्ति, यतोहि संयोगस्य साक्षात् पूर्वं क्रिया न जाता, परन्तु संयोगनाशः एव जातः इति कृत्वा. परन्तु अत्र क्रियायाः लक्षणवाक्यम् इति पश्यामः चेत् संयोगसमवायीकारणम् इति अस्ति, इत्युक्ते संयोगस्य कारणम् इति भवति इति कृत्वा, असाधारणकारणम् इति अस्ति इति कृत्वा इदानीं तत्र विभागं प्रति अपि च संयोगं प्रति क्रियायाः कारणत्वमस्ति. कीदृशकारणत्वम् इत्युक्ते असाधारणकारणत्वम् इति स्वीकृतम् इति एव. अग्रे कथं तत्सर्वं भवति इति अस्ति. तर्हि एतावत्पर्यन्तं प्रश्नः नास्ति खलु भगिनि. यदा वयं विभागस्य विषये अधीतं तदा क्रियायाः कारणत्वं नास्ति इति निश्चितं, संयोगनाशस्य कृते क्रियायाः नास्ति इति निश्चितं न तु विभागस्य संयोगनाशं प्रति विभागः कारणं क्रिया नास्ति इति स्वीकृतम् न तु विभागस्य वा संयोगस्य वा ओ संयोगस्य नाशं प्रति क्रियायाः कारणत्वं नास्ति इति स्वीकृतं किन्तु विभागस्यापि पुनः संयोगस्यापि कारणत्वम् अस्ति एव तत्र संयोगनाशस्य कृते क्रिया इति न आवश्यकं यतोहि लाघवं भवति विभागः इति एव स्वीकुर्मः यद्यपि तस्मिन् समये क्रिया अस्ति किन्तु अन्यथा सिद्धा भवति इति अन्यथा सिद्धा भवति इति सत्यम् अस्तु तर्हि महोदय भवानेव अग्रे पठतु कथं विभागस्य अपि संयोगस्य अपि कर्मकारणं कथम् उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथा सिद्धा नास्ति इति चेत् आद्यपतनक्रिया कदा नश्यति उत्तरदेशसंयोगानन्तरम् एव क्रिया नश्यति अतः उत्तरदेशसंयोगकार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति उत्तरदेशसंयोगेन नश्यति इति स्वीक्रियते किमर्थं तावत् कालपर्यन्तं क्रियायाः स्थितिः स्वीक्रियते इति चेत् संयोगं प्रति तस्याः कारणत्वम् अस्ति नाम यदा उत्तरदेशसंयोगः जायते तावता आद्यपतनक्रिया न नष्टा उत्तरदेशसंयोगस्य जन्यत्वम् आवश्यकं तदर्थमेव तावत्पर्यन्तम् आद्यपतनक्रियाया स्थातव्यम् इति अत्र पूर्वस्मिन् परिच्छेदे अन्ते दत्तमस्ति विभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वं स्वीकृतम् अस्ति इति तत् किमर्थम् इति अत्र अस्मिन् परिच्छेदे दत्तमस्ति कथं विभागस्यापि संयोगस्यापि कर्म कारणम् इति तत्र विभागः संयोगनाशको गुणः विभागः इति अस्माभिः दृष्टं किन्तु क्रिया विभागस्यापि कारणं भवति संयोगस्यापि कारणं भवति इति इति पूर्वस्मिन् परिच्छेदे दत्तमस्ति तत् कथं तादृशं भवति इति कथम् उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथा सिद्धा नास्ति इति प्रश्नः उत्तरदे तत्र प्रथमक्षणे क्रिया भवति द्वितीयक्षणे विभागः क्रियया जायते तृतीयक्षणे विभागेन पूर्वदेशसंयोगनाशः भवति चतुर्थक्षणे उत्तरदेशसंयोगः भवति यद्यपि तस्मिन् क्षणे क्रिया अस्ति तथापि तत् अन्यथा सिद्धा नास्ति वा उत्तरदेशसंयोगं प्रति इति प्रश्नः उदेति इति चेत् आद्यपतनक्रिया कदा नश्यति इति इदानीं निश्चितव्यम् उत्तरदेशसंयोगानन्तरम् एव क्रिया नश्यति इति तावत्पर्यन्तम् उत्तरे यावत्पर्यन्तम् उत्तरदेशसंयोगः न भवति तावत्पर्यन्तं क्रिया न नश्यति उत्तरदेशसंयोगः चतुर्थक्षणे भवति इति कृत्वा तावत्पर्यन्तं चतुर्थक्षणपर्यन्तं क्रिया भवत्येव अतः उत्तरदेशसंयोग कार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते किमर्थमित्युक्ते क्रियायाः लक्षणम् अस्माभिः दृष्टं किमिति संयोग असमवायीकारणं क्रिया इति कृत्वा उत्तरदेशसंयोगः अपि संयोगः इति कृत्वा तावत्पर्यन्तं तस्मिन् पूर्वक्षणे तस्मात् पूर्वक्षणे क्रिया भवेत् इति कृत्वा आद्यपतनक्रियायाः पूर्ववृत्तित्वम् उत्तरदेशसंयोग जनक क्षणपर्यन्तं वर्तते एव इति क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति उत्तरदेशसंयोगेन नश्यति इति स्वीक्रियते. ओ चतुर्थक्षणपर्यन्तं तिष्ठति इति तु सत्यम्. उत्तरदेशसंयोगेन क्रियायाः नष्टं भवति इति वा? इत्युक्ते उत्तरदेशसंयोगः पूर्व क्रियायाः नाशस्य कारणम् इति वा भगिनि? सत्यम्. ओ किन्तु संयोगस्य लक्षणे तादृशं न दत्तं. संयुक्तव्यवहारहेतुः संयोगः इत्येव संयोगस्य लक्षणं दत्तं, न तु क्रियायाः नाशकः इति. सत्यं. परन्तु यदा उत्तरदेशसंयोगः भवति तदा क्रिया नश्यति. तदनन्तरं क्रिया नश्यति इति स्वीकर्तुं शक्यते, किन्तु तस्य कारणम् उत्तरदेशसंयोगम् इति न स्वीकार्यं किल? न स्वीकार्यम् इति इत्युक्ते उत्तरदेशसंयोगेन नश्यति इति अस्ति, तर्हि कारणत्वेन स्वीकृतम् इति भाति. परन्तु क्रियाविषये अधिकं न अधीतवन्तः इति कृत्वा तत्र किञ्चित् ममपि स्पष्टता नास्ति. यतोहि अपि च एवमपि अस्ति खलु, इत्युक्ते संयोगस्य कारणमस्ति क्रिया, आम्, अपि च संयोगः क्रियायाः नाशकः अपि अस्ति इति किञ्चित् विचित्रसम्बन्धः. आम्, तत्र किञ्चित् अन्योन्य आश्रयः इव इति इव वर्तते. आश्रयः इति नास्ति खलु, यतोहि एकः तु अन्यस्य कारणम् इति कृत्वा क्रियासंयोगं जनयति, तदनन्तरं संयोगः क्रियां नश्यति इति तत्र क्रियायाः नाशस्य जनकः इति, न तु क्रियायाः जनकः. यदि क्रियायाः जनकः इति वदति चेत् अन्योन्याश्रयः. सत्यं सत्यं सत्यम्. अस्तु भवतु, किन्तु पूर्वभागे वाक्यस्य पूर्वभागे यदुक्तं तत्तु सत्यमेव, क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति, तिष्ठेत् इति कृत्वा तत्र पूर्वक्षणवृत्तित्वमपि तस्मिन् अस्ति. इत्युक्ते संयोगस्य पूर्वक्षणवृत्तित्वम् अस्ति क्रियायाम्. आम्, किमर्थं तावत् कालपर्यन्तं क्रियायाः स्थितिः स्वीक्रियते इति चेत् संयोगं प्रति तस्याः कारणत्वम् अस्ति, पूर्वक्षण वृत्तित्वं भवेत्. उत्तरदेशसंयोगः चतुर्थक्षणे एव भवति इति कृत्वा, यद्यपि प्रथमक्षणे क्रिया जायते, तत् क्रिया चतुर्थक्षणपर्यन्तं भवेत् इति कृत्वा तादृशं स्वीकर्तव्यं भवति. नाम यदा उत्तरदेशसंयोगः जायते तावता आद्यपतनक्रिया न नष्टा. आम्, उत्तरदेशसंयोगस्य जन्यत्वम् आवश्यकम्. आम्, उत्तरदेशसंयोगस्य जनकः वक्तव्यम् अस्ति. संयोगस्य जनकः तु क्रिया एव इति, क्रियायाः लक्षणं क्रिया लक्षितम् इति कृत्वा तत्र तावत्पर्यन्तं क्रिया तिष्ठेत्. तदर्थमेव तावत्पर्यन्तम् आद्यपतनक्रियया स्थातव्यं भवति इति. इतोपि किञ्चित् वक्तव्यं वा? न महोदय. सुनील् महोदय, अग्रे भवान् पठति वा? बहुत्र कार्यकारणभावे कार्यात् साक्षात् प्राक् कारणं स्वयं जन्यते, किन्तु कुत्रचित् कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थः अधुनापि वर्तते इत्यनेन कारणत्वं स्वीक्रियते. तादृशीषु परिस्थितिषु तस्य अन्यथासिद्धत्वं न कल्प्यते. संयोग असमवायिकारणं कर्म, कर्म संयोगं जनयति, किन्तु कदाचित् कर्म साक्षात् संयोगं न जनयति, कदाचित् कर्म विभागं जनयति, तदा पूर्वसंयोगनाशः तदा एव उत्तरदेशसंयोगः उत्तरदेशसंयोगं प्रति असमवायिकारणम् आद्यपतनक्रिया उत्तरदेशसंयोगं प्रति पूर्वसंयोगनाशः अपि कारणम् यावत् पूर्वसंयोगः न नश्यति तावत् उत्तरदेशसंयोगः न उत्पद्यते पूर्वसंयोगः उत्तरदेशसंयोगं प्रति प्रतिबन्धकः प्रतिबन्धक अभावः कार्यं प्रति कारणं प्रतिबन्धकाभावः कार्यं प्रति कारणम् उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया असमवायिकारणं पूर्वसंयोगनाशः च निमित्तकारणम् बहुत्र कार्यकारणभावे कार्यात् साक्षात् प्राक् कारणं स्वयं जन्यते तद् वयं पूर्वं पठितवन्तः अत्र कार्यकारणभावविषये कार्यात् पूर्वमेव कारणमस्ति इति किन्तु कुत्रचित् कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थः अधुनापि वर्तते इत्यनेन कारणत्वं स्वीक्रियते परन्तु अत्र कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थः अधुनापि वर्तते इत्यनेन कारणत्वं स्वीक्रियते इत्युक्ते अत्र कारणत्वं कार्यस्य पूर्वमपि नास्ति इति किल सर् न तत्र अत्र प्रथमं किमस्ति बहुत्र कार्यकारणभावे कार्यात् साक्षात् प्राक् कारणं स्वयं जन्यते इति इत्युक्ते यदा विभागः संयोगनाशः इति वयं दृष्टवन्तः तत्र संयोगनाशस्य कारणं विभागः इति वयम् उक्तवन्तः खलु अत्र संयोगनाशस्य साक्षात् पूर्वक्षणं विभागस्य जननम् इत्युक्ते विभागः द्वितीयक्षणे इत्युक्ते प्रथमक्षणे क्रिया द्वितीयक्षणे विभागः तृतीयक्षणे संयोगनाशः इति कृत्वा तृतीयक्षणे यदा संयोगनाशः जायमानः अस्ति तस्मात् पूर्वक्षणं साक्षात् पूर्वक्षणम् इत्युक्ते द्वितीयक्षणे एव विभागस्य जननं भवति इति तथा बहुत्र दृष्टवन्तः इत्युक्ते विभागस्य प्रसङ्गे अपि तथा खलु यतोहि विभागस्य साक्षात् पूर्वक्षणं क्रिया जायमाना इति अस्ति परन्तु अन्यत्र तत्र कुत्रचित् कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थः अधुनापि वर्तते इत्यनेन कारणत्वं स्वीकृत्य इत्युक्ते यः पूर्वम् इत्युक्ते सः पूर्वस्मिन् क्षणे तस्य जननं नास्ति परन्तु तस्य वृत्तित्वम् अस्ति इति एव इत्युक्ते घटनिर्माणे अपि तथा स्वीकर्तुं शक्नुमः खलु इत्युक्ते कपालः घटनिर्माणं यदा घटनिर्माणं भवति तस्मात् पूर्वक्षणमेव कपालस्य निर्माणम् इति नास्ति कपालः तु पूर्वं यदा कदापि तस्य निर्माणं भवितुम् अर्हति तदनन्तरम् इदानीं घटनिर्माणं यदा भवति तस्मात् पूर्वक्षणे कपालस्य अस्तित्वमस्ति परन्तु कपालः पूर्वक्षणे एव तस्य जननम् अभवत् इति नास्ति इत्यपि कारणत्वं भवति इत्युक्ते तत्र केवलं पूर्वक्षणे एव तस्य जननं जातम् इति कृत्वा कारणत्वम् इति नास्ति परन्तु पूर्वस्मिन् क्षणे तस्य वृत्तित्वम् अस्ति चेदपि तस्य कारणत्वं स्वीक्रियते इति तादृशेषु परिस्थितिषु तस्य अन्यथा सिद्धत्वं न कल्प्यते अत्र एतादृश स्थितिः अस्ति चेत् अत्र अन्यथा सिद्धत्वं न कल्प्यते तदेव अस्माकं प्रश्नः आसीत् अन्यथा सिद्धः अस्ति वा इति संयोगसमवायिकारणं कर्म पुनः इदानीं वाक्यम् आगच्छति कर्म संयोगं जनयति किन्तु कदाचित् कर्म साक्षात् संयोगं न जनयति, कदाचित् कर्म विभागं जनयति. अतः संयोगसमवायकारणं कर्म इति वाक्यात् वाक्यमस्ति. अत्र कर्म संयोगं जनयति, परन्तु यदा कदा कर्म साक्षात् संयोगं न जनयति इति, इत्युक्ते यदा कदा कर्मविभागं जनयति यदा पूर्वसंयोग न सह पूर्वसंयोग न सह भवति, तदा एव उत्तरसंयोग उत्तरदेशसंयोगः भवति. अतः अत्र कर्म साक्षात् संयोगं सर्वदा न जनयति इति. महोदय क्षम्यतां, तत्र किमर्थम् अतः कर्म साक्षात् संयोगः न जनयति इति भवान् उक्तवान्? न, सम्यक्तया न अवगच्छामि. इत्युक्ते अत्र संयोगसमवायकारणं कर्म इति अस्माकं मूलवाक्यमस्ति. संयोग असमवायिकारणं कर्म इति, परन्तु अत्र अस्ति सर्वदा कर्म साक्षात् संयोगं न जनयति इति. यदा कदा अन्यरीत्यादि अपि अस्ति इति. न न न, तथा नास्ति तत्र. किन्तु कदाचित् कर्म साक्षात् संयोगं न जनयति इत्युक्ते क्रियायाः अनन्तरक्षणं संयोगः न भवति. साक्षात् इत्युक्ते क्रिया, हा, क्रिया अस्ति इति कृत्वा विभागः, विभागस्य अनन्तरं पूर्वसंयोगनाशः, तदनन्तरम् उत्तरदेशसंयोगः. तर्हि उत्तरदेशसंयोगः यदा अस्ति तं प्रति क्रिया अपि कारणं, संयोगनाशः अपि कारणम् इति. इत्युक्ते अत्र क्रमः अस्ति अस्मिन् स्तरे. अतः उत्तरदेशसंयोगं प्रति असमवायिकारणम् आद्यपतनक्रिया. अतः तत्र तदेव पूर्वम् अत्र दृष्टवन्तः. उत्तरदेशसंयोगं प्रति पूर्वसंयोगनाशः अपि कारणम्. यावत् पूर्वसंयोगः न नश्यति तावत् उत्तरदेशसंयोगः न उत्पद्यते. अतः अत्र अस्माकं क्रमे अपि तादृशम् आसीत्, पूर्वसंयोगनाशः अनन्तरं उत्तरदेशसंयोगः अस्ति. अत्र यावत् पूर्वसंयोगनाशः न भवति तावत् उत्तरदेशसंयोगः न जायते इति. पूर्वसंयोगः उत्तरदेशसंयोगं प्रतिबन्धकः, प्रतिबन्ध अभावः कार्यं प्रति कारणम्. अतः अत्र पूर्वसंयोगनाशः यदा जायते तदा एव उत्तरदेशसंयोगः भवति. अतः पूर्वसंयोगः अत्र प्रतिबन्धकः इति उच्यते. अतः प्रतिबन्धकाभावः कार्यं प्रति कारणं भवति यदा तादृशप्रतिबन्धकः नास्ति चेत्. उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया असमवायिकारणं, पूर्वसंयोगनाशः न निमित्तकारणम्. अतः अत्र आद्यपतनक्रिया उत्तरदेशसंयोगं प्रति असमवायिकारणं भवति, पूर्वसंयोगनाशः अत्र निमित्तकारणमेव भवति इति. पुष्पा भगिनी भवती पठति वा? समापयतु भगिनी तत्र. क्रियाविभागं जनयति, विभागेन क्रिया न जन्यते. किमर्थम् इति चेत् उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. द्वितीयपतनक्रिया उत्पत्तिपूर्वक्षणे विभागस्य अवस्थानं न भवति, अतः द्वितीयपतनक्रियां प्रति विभागः कारणं न भवितुम् अर्हति. विभागः कामपि विभागः कामपि काम् अपि काम् अपि क्रियां काम् अपि क्रियां प्रति कारणं न भवति. संयोगनाशः चिरं तिष्ठति, परन्तु विभागः चिरं न तिष्ठति. विभक्तम् इति प्रतीतिः विद्यते. कतिप्रेक्षण पर्यन्तं कतिपयक्षण पर्यन्तम् एव उत्तरदेशसंयोगेन पूर्वविभागः नश्यति, क्रियाविभागं जनयति. तदैव वयं चर्चा कृतं न, विभागेन क्रिया न जन्यते. तत्तु किमर्थम् इति चेत् उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. तत्तु उत्तरदेशसंयोगः विभागं नाशयति. द्वितीयपतनक्रियोत्पत्तिपूर्वक्षणे विभागस्य अवस्थानं न भवति. तत्तु विभागस्य अवस्थानं द्वितीय पतनक्रिया उत्पत्तिपूर्वक्षणे तत्तु तत् पञ्चम क्रिया नास्ति, क्रिया अस्ति न, तत्तु द्वितीयक्षणे विभागः अस्ति, तत् नाशः अस्ति, संयोगस्य नाशः अस्ति, तत्तु विभागः अस्ति इति. द्वितीयपतनक्रिया उत्पत्तिपूर्वक्षणे विभागस्य अवस्थानं न भवति, विभागस्य अवस्थानम् इत्युक्ते तस्य विभागः नास्ति खलु. द्वितीयपतनक्रिया यदा उत्पत्तिः भवति तस्मिन् क्षणे विभागः नास्ति. वयं उक्तवन्तः विभागः चिरं न तिष्ठति, संयोगनाशः संयोगनाशः एव भवति. तत्र विभागः तत्र द्वितीयक्रियां प्रति अपि न कारणं न वा कामपि क्रियां प्रति, इत्युक्ते क्रियायाः कारणम् इति विभागः इति न भवति, न भवितुमर्हति. संयोगनाशः चिरं नश्यति, तिष्ठति. तत्तु परन्तु विभागः चिरं न तिष्ठति. इदानीं त्वम् उक्तं विभक्तं प्रति इति प्रतीतिः विद्यते कतिपयक्षणपर्यन्तम् एव. तत्तु विभागं तु तत् क्षणम् अस्ति. कतिपयक्षणम् इत्युक्ते तत्र चिरं नास्ति, इत्युक्ते सर्वदा न तिष्ठति तत्र कतिपय इत्युक्ते तस्य गणनं कर्तुं शक्नुमः किञ्चित् समयमेव तत्र स्वल्प अल्प एव तत्र तिष्ठति. उत्तरदेशसंयोगेन पूर्वविभागः नाशयति. इदानीं चर्चा क्रियते कृतं न अन्तिमवाक्यं पृष्ट भगिनि. द्वितीयपतनक्रियां प्रति द्वितीयपतनक्रियां प्रति प्रथमक्रिया प्रतिबन्धिका, तावत् प्रथमक्रिया न नश्यति. तावत् द्वितीयपतनक्रिया न जायते. यावत् प्रथमक्रिया न नश्यति तस्याः प्रतिबन्धकाभावः कार्यं प्रति कारणम्. अतः प्रथमक्रियाभावः द्वितीयपतनक्रियां प्रति कारणम्. प्रथम द्वितीयपतनक्रियां प्रथमक्रिया न न प्रथमक्रिया अस्ति चेत् द्वितीयपतनक्रिया अस्ति न प्रतिबन्धिकायते विघ्नः इत्युक्ते द्वितीयपतनक्रिया प्रथमक्रिया द्वितीयक्रियायाः विघ्न इत्युक्ते यावत्पर्यन्तं प्रथमक्रिया तस्य अस्तित्वम् अस्ति तस्याः अस्तित्वं तावत्पर्यन्तं द्वितीयपतनक्रिया न भवति. तत्र प्रतिबन्धकाभावः इत्युक्ते तस्य विघ्नस्य नाशः जातः चेदेव प्रथमक्रिया इत्युक्ते प्रथमक्रिया इदानीं नश्यति चेत् एव द्वितीयक्रिया सम्भवति सम्भवति. यावत् तावत् जायते न जायते प्रतिबन्धिकाभावः कार्यं प्रति कारणम्. अतः प्रतिबन्धिका प्रथमक्रियाभावः द्वितीयपतनक्रियां प्रति कारणम् अस्तु. अस्तु तर्हि प्रश्नः किम् अस्ति वा नो चेत् अत्र भगिनी तत्र पुनः उत्तरदेशस्य योगेन पूर्वविभागः नश्यति तत्रापि किञ्चित् क्लेशः वर्तते इति अहं चिन्तयामि. अत्र विभागस्य लक्षणं पश्यामश्चेत् संयोगनाशको गुणः विभागः इत्येव दत्तमस्ति, न तु पूर्वसंयोगनाशको गुणः इति. अत्र वयमेव उत्तरं पूर्वम् इति सत्यं, परन्तु यः स्वीकृत्य सत्यं परन्तु यः संयोगः इदानीं जायमानः अस्ति तस्य एव नाशः कर्तुं शक्नोति खलु विभागः. नूतन यः संयोगः न अभवत् तदेव उत्तरसंयोगः इत्युक्ते नूतनसंयोगः खलु विभागस्य अनन्तरं जायते. तर्हि यस्य अस्तित्वमेव नास्ति तस्य नाशं कथं वा विभागं कर्तुं विभागः कर्तुं शक्नोति? न न अत्र किमर्थम् उत्तरदेशसंयोगेन पूर्वविभागः नश्यति इति किमर्थं वक्तव्यं? पूर्वविभागः स्वयमेव नश्यति, तस्य जीवनं तावदेव. क्षणत्रयमेव जीवनम् इति स्वीकुर्मश्चेत् प्रथमक्षणे तत्र पञ्चक्षणप्रक्रियायां द्वितीयक्षणे विभागः जायते, तृतीयक्षणे विभागेन तत्र अन्तिमपरिच्छेदः यत् वयम् इदानीं न पठितवन्तः तत् अग्रे भवान् मतभेदः अस्ति इति वा? हा मतभेदः अस्ति अत्र हा इति तत्तु एकम्. अनन्तरं तु अन्यत् चिन्तनं नाशस्य नियतकारणत्वम् अस्ति वा इति प्रश्नः अवगच्छति वा? इत्युक्ते अभावस्य नियतकारणं न न नाशः नाशः यत् यस्य पदार्थस्य नाशः वयं वदामः नाशस्य कारणं नियमेन भवेत् किमपि कारणं, नो चेत् तत्र यदा एकः पदार्थः जायते विभागः इति गुणः जायते तस्य जीवनं क्षणत्रयम् इत्येव इति स्वीकृतं चेत् विभागस्य नाशः इति नाशकः इति यस्य कस्यापि न वदामश्चेदपि तस्य नाशः भवितुमर्हति किल? सत्यं, पर तत्र सर्वस्य पदार्थस्य तथा अस्ति वा इति न जानामि, परन्तु संयोगनाशः इति यदा वयं तत्र तु दृष्टवन्तः खलु संयोगनाशः तु विभागेन जायते इति. आमां तत्र आवश्यकम् अस्ति, तदेव वयं महान् चर्चां कृतवन्तः. सत्यं, तदर्थमेव तत्र सर्वस्य पदार्थस्य तत्र नियमेन अस्ति वा इति वस्तुतः न जानामि, प्रायः महोदयमेव पृष्टव्यं. हा महोदयः पृष्टव्यः. अस्तु अस्तु, किन्तु किन्तु तादृशम् अपि चिन्तनीयम् इति भाति. तत्र नियतकारणत्वं प्रत्येकं नाशस्य कारणं भवेत् इति अस्ति चेत् अत्र प्रायः उत्तरदेशसंयोगेन पूर्वभागः नश्यति इति स्वीकरणीयं भवति इति एव अहं चिन्तयामि, परन्तु सम्यक्तया न जानामि वस्तुतः इति भाति मम, परन्तु दृढतया न जानामि इति कृत्वा किमपि वक्तुं न इच्छामि. अस्तु अस्तु अस्तु महोदय, हा तर्हि धन्यवादः, शुभरात्रिः. धन्यवादः धन्यवादः.